started. गतरविवासरे अस्माभिः अस्माकम् अष्टाध्याय्याः समग्रदृष्टिः करपत्रं चलितमस्ति. तर्हि अधुना तत्र किञ्चित् अवशिष्टः अस्ति. तत् समाप्य अग्रे गच्छामः. अस्तु, लीना महोदय अस्ति खलु? अस्मि. अस्तु महोदय, गतरविवासरे अस्माकं वयं कुत्र आसीत्? अङ्गस्य पूर्णं कृतं, षष्ठमः बिन्दुः. एकवारं पुनः पठतु अङ्गस्य. न, अङ्गस्य न आसीत्, संहितायाम् आसीत् खलु? प्राप्तं. पठतु. पठामि. संहितायां 6.1.71, 6.3.114 अधिकारः, 6.1.71.2, 6.1.156 अपि च 6.3.114 टु 6.3.139 अत्र स्वरसन्धिविधायकसूत्राणि सन्ति, यथा यणसन्धि, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः. प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यवहिताः स्थितिः. अग्रे पठामि वा? एकवारम् आशयं वदतु. अत्र अष्टाध्याय्याः समग्रदृष्टिः करपत्रे पञ्चमः बिन्दुः अस्ति अधिकारसूत्राणि. अधिकारसूत्राणि सन्ति. चित्रम् अद्य एव अहम् आगतवती महोदयः, तस्मात् अहं भ्रमः अस्ति. अस्तु, अधिकारसूत्राणि महोदय, अधिकारसूत्राणि अस्ति, पायिण्ट् सि अस्ति. तत्र तत्र पञ्चमः अस्ति संहितायाम्. ओ, पञ्चमः संहितायाम्. अस्तु, लीना महोदय वदतु. संहितायाम् इति अधिकारः वदति यदा वर्णाः अतिसमीपं वर्तन्ते, वर्णानां मध्ये कोऽपि व्यवधानं नास्ति, तथा च कोऽपि वर्णः वा स्वरः वा व्यञ्जनः नास्ति, तथा संहितायाम् इति संहिता इति कथ्यते. संहितायाम् इति अधिकारे सन्धिसूत्राणि सन्ति. अत्र स्वरसन्धिसूत्राणि यणसन्धि, गुणसन्धि, वृद्धिसन्धि, सवर्णसन्धि इति प्रकारकाणि स्वरसन्धिविधायकसूत्राणि, तेषां सूत्रक्रमाङ्काः दत्तानि सन्ति. अस्तु, तर्हि अत्र संहितायाम् इति अधिकारे स्वरसन्धिसूत्राणि सन्ति. आम्. अस्तु, अग्रे करोतु. केवलं स्वरसन्धि इति कथम्? यतोहि हलसन्धि कृते, हलग्रन्थसन्धि कृते यानि सूत्राणि सन्ति तानि सर्वाणि अष्टमाध्याये सन्ति. तर्हि तत्र अग्रे लिखितमस्ति, तत्र संहितायाम् इति अधिकारकृते अन्यत् सूत्रमस्ति. यथा गुणसन्धिः विधायकसूत्रम् आद्गुणः, अनुवृत्तिसहितसूत्रम् एवम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. अत्र संहितायाम् इति अनुवृत्तिः अस्ति आद्गुण इति सूत्रे. अधिकारसूत्रस्य अनुवृत्तिः अत्र. अधिकारसूत्र यत्किमपि अस्ति तत् सर्वत्र आगत्य उपविश्य आगच्छति. तर्हि अत्र आद्गुणः इति सूत्रं किं वदति? गुणसन्धि कृते सूत्रमस्ति. तद् सूत्रसङ्ख्या यदि वयं पश्यामः तत् 6.1.71 अनन्तरम् अस्ति. अतः अतः तत्र संहितायाम् इति संहितायाम् इति अधिकारः चलति. अतः आत् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् अस्ति. क्षम्यतां महोदय, विलम्बेन आगतम्. चिन्ता नास्ति महोदय. सः किं जालपुटं महोदय, द्वितीयं वा तृतीयं वा महोदय? द्वितीयं. द्वितीयं महोदय. अस्तु महोदय, अस्तु अग्रे पठामि वा. आम् आम्. हलसन्धि अष्टमाध्याये भवति, अत्र स्पष्टीकुर्वन् अस्ति. तत्र अपि सन्धिः इत्यस्य कृते संहितायाम् अपेक्षते एव, परञ्च अत्र संहितायां षष्ठाध्यायस्य संहितायाम् इति न इति न, अष्टमाध्याये एव अन्यत् सूत्रं वर्तते, तयोर्व्यावचिसंहितायाम् 8.2.108. अस्मात् सूत्रात् संहितायाम् इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तं प्राप्तं. तथा द्वेषु प्रकरणेषु अध्याये संहितायां भिन्नं भिन्नम् अधिकारः दृश्यते. अत्र एकम् अस्ति षष्ठ अध्याये, षष्ठमे अध्याये, अन्यत् अस्ति अष्टमे अध्याये. अष्टमे अध्याये यत् सूत्रमस्ति तदस्ति तयोर्व्यार्वचिसंहितायां, ततः संहितायाम् इति अधिकारः भवति. तथा च षष्ठ अध्याये संहितायाम् इति सूत्रस्य सूत्रतः अधिकारं वर्तते, अधिकारः वर्तते. तर्हि षष्ठमाध्याये संहितायाम् इति सूत्रे सूत्रात् अधिकारः वर्तते, अष्टमाध्याये तयोर्व्यावचिसंहितायाम् इति सूत्रात् अधिकारः वर्तते इति अस्ति. अस्तु तर्हि इदं तु सम्यक् अस्ति. धन्यवादः महोदय. अग्रे कस्य गृहे ये न पठन्ति ते कृपया म्यूट् कुर्वन्तु. अस्तु अस्ति, विजि महोदय अस्ति खलु, विजि गोविन्दराज. आं महोदय, षड् अङ्गस्य 641 अधिकार 641 to 7497 पर्यन्तं षड् अध्यायस्य चतुर्थपादस्य आरम्भात् सप्तम अध्यायस्य अन्तपर्यन्तं यत् किमपि कार्यं विधीयते तत् कार्यम् अनेन सूत्रेण अङ्गे एव भवति, अतः अङ्गकार्यम् इत्युच्यते. यदा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति तत्सर्वम् अङ्गम् इति. षडध्यायस्य चतुर्थपादस्यतः सप्तम अध्यायस्य अन्तपर्यन्तं सर्वे सूत्राणि अङ्गः एव भवति इति अनेन अङ्गकार्यम् इति उच्यते. यथा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् सूत्राणि सन्ति तत् सर्वम् अङ्गम् इति वक्तव्यम्. तर्हि सूत्रस्य अधिकारः अस्ति, सूत्रस्य अधिकारः षष्ठमाध्याय चतुर्थपाद चतुर्थ सप्तम अध्यायपर्यन्तं तत्र वदति यत् किमपि सूत्रमस्ति अङ्गे कार्यं करोति, अतः अङ्गस्य अग्रे पठतु. कृत्वं भवति कृपया सर्वे म्यूट् कुर्वन्तु ये न पठन्ति। मम एको अस्ति वा? अहं न जानामि, परन्तु न इति अस्ति एको अस्ति एको अस्ति परन्तु तस्य केन कारणेन अस्ति न जानामि। कृपया सर्वे म्यूट् कुर्वन्तु, स्टार् सिक्स् करोतु। महोदय अभि अधुना अस्ति वा? नास्ति नास्ति, अधुना क्लियर् अस्ति। अहं डिसेबल् कृतवती वाय्स् विषये। उदाहरणार्थं पठामि वा महोदय? आम्। उदाहरणार्थं भूः योगः योगगति भव योगगति भवति भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते अङ्गं। तर्हि अत्र अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपं, यथा वद् योगः अ वद् वद भूयोगः अ भव इत्यादीनि अङ्गानि। भवति इति उदाहरणे आरम्भे भूयोगः अ शप् इति विकरणप्रत्ययः इति स्थितौ अ शप् प्रत्ययस्य दृष्ट्या भू इति अङ्गं, भूपूर्वम् अस्ति किल शप् प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति भूयोगः अ भो योगः अ इदं कार्यं शप् विकरणप्रत्ययं निमित्तीकृत्य भू इति अङ्गे भवति, अतः इदम् अङ्गकार्यं। सूत्रम् अस्ति सार्वधातुक अर्धधातुकयोः 7384। अत्र अङ्गस्य इति सूत्रस्य अधिकारः अनुवृत्तिः सहितसूत्रम् इदं सार्वधातुक अर्थधातुकयोः गुणः अङ्गस्य। सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः वा परे अस्ति चेत् अङ्गस्य गुणः भवति। किं लिखितमस्ति? अङ्गकार्यस्य विषये विवरणं दत्तं। भवति इति उदाहरणरूपेण भू धातु अविकरणप्रत्यय योगः ति भवति, ति इति दृष्ट्या भूयोगः अङ्गकार्यं, भू धातु अपि च विकरणप्रत्यय अङ्गकार्यं भवति ति दृष्ट्या विकरणप्रत्यय सप् दृष्ट्या भू इति अङ्गकार्यम्। इदानीं सप् इति विकरणप्रत्यय इत्यनेन अङ्गकार्यस्य गुणकार्यं भवति। अङ्गकार्यम् इति सूत्रम् अस्ति सार्वधातुकार्थधातुकयोगो इति। अत्र अङ्गस्य इति अधिकारसूत्रम् अधिकारसूत्रं योजनेन सूत्रं भवति सार्वधातुकार्थधातुकयोगो गुणः अङ्गस्य इत्यनेन भू इति अङ्गस्य गुणकार्यं प्राप्तम्। अङ्गस्य गुणः भवति। तर्हि अत्र सार्वधातुक आर्धातुकयोः सप्तमे अध्याये सूत्रमस्ति, अतः तत् अङ्गकार्यं सूत्रमस्ति। तत् सूत्रस्य निमित्तं सूत्रस्य कार्यम् अङ्गे भवति, अतः निमित्तम् अङ्गे भवति। निमित्तं तु प्रत्ययः अस्ति, परन्तु तत् निमित्ति शप् प्रत्ययः अस्ति, निमित्तं षप्रत्ययनिमित्तं यत् अङ्गम् अस्ति तत्र कार्यं भवति, अतः अङ्गकार्यं करोति. अङ्गकार्यम् इत्युक्ते अङ्गात् अङ्गे यत् कार्यं भवति तत् अङ्गकार्यम्. अङ्गकार्यस्य निमित्तं सर्वदा प्रत्ययः एव अस्ति, यतोहि प्रत्ययः नास्ति चेत् अङ्गं नास्ति. प्रत्ययः अस्ति चेत् अङ्गं भवति, तत् प्रत्ययस्य कारणेन यत् यत् कार्यं भवति तत् अङ्गकार्यं. तानि सर्वाणि सूत्राणि अङ्गस्य इति अधिकारे भवति इति वार्ता अधिकारसूत्रं भवति. अस्तु, आगतं भवति, धन्यवादः. अस्तु, अग्रे रघुपति महोदय, अग्रे पठामि. न, धन्यवादः, धन्यवादः. रघुपति महोदय, अग्रे पठामि. पदस्य पदस्य 7.1.16 अधिकारः 7.1.16 तः 8.16 इत्यस्मात् आरभ्य 8 अष्टमध्यायस्य तृतीयपादस्य 55 पर्यन्तम् इदं सूत्रम् एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरयति. अत्र अलोन्तस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति पदान्तस्य. अतः यत् कार्यं विशेषतः पदान्ते भवति तदस्य सूत्रस्य अधिकारः तद् अस्य सूत्रस्य अधिकारः आयाति इति. अत्र अष्टमाध्यायस्य प्रथमपादस्य षोडशतः तृतीय पादस्य 55 पर्यन्तम् इति पदस्य इति अधिकारः यत् वदति पदान्तहितसूत्रम् एकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरणार्थं पदस्य इति अधिकारः भवति. अत्र अलवन्तस्य इत्यनेन परिभाषासूत्रेण पदान्तस्य इति अलोन्तस्य इति अतः पदान्तस्य इति तस्य परिवर्तनं भूत्वा पदान्तस्य इति अर्थः भवति पदस्य इति. अतः यत् कार्यं विशेषतः पदान्ते भवति तत् अस्य सूत्रस्य अधिकारे आयाति अधिकार अस्य सूत्रस्य पदान्तस्य इति सूत्रस्य कारणात् यत्किमपि कार्यमस्ति अन्त्यस्य अलः तत्र भवति कार्यं भवति यथा यथा ऋत्वप्रकरणं 8.3.1 तः 8.3.1.12 अस्मिन् प्रकरणे वारं वारं ऋत्वं ऋत्वम् इत्युक्ते विहितं भवति सर्वत्र पदान्ते. तदा रु इत्युक्ते स्थाने विसर्गः स्थाने विसर्गः भवति स्थाने सकारः विसर्गस्य स्थाने सकारः सकार रु इत्यस्य विसर्ग भूत् रु इत्यस्य विसर्ग अनन्तरं सकार अनेन संयोग कृ योग घञ् प्रत्यय संस्कारः अथवा संस्कारः अथवा अनुनासिक किमस्ति चन्द्रबिन्दुः संस्कारः अथवा संस्कारः इति वर्णनासिकसंस्कारः भवति. सम् इति उपसर्गः, उपसर्गस्वयं पदम्, अतः सम् इत्यस्य मु म भवति रु इत्युक्ते भवति रु विसर्गः भवति, विसर्गः भूत्वा सकार. अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः, अपरस्मिन् पक्षे अनुस्वारस्य आगमः, अनुस्वारस्य आगमः तथैव अनुनासिक अथवा अनुस्वार तथैव कस्मिन् योगचित् अत्र कस्मिन् योगचित् भवति कस्मिंश्चित् अतः अनुनासिकादेशः अथवा अनुस्वारादेश कस्मिंश्चित् काञ्चित् कांश्चित् अथवा कांश्चित् इति भवति. ऋत्वम् अस्मिन् प्रकरणे पठामि. संस्कारः महोदय किञ्चित् भवनेव यस्मिन् करोति. अत्र मुख्यं किम् अस्ति यत् ऋत्वप्रकरणम् एकम् उदाहरणम् अस्ति. तत्र 8.3.1 टु 8.3.12 मध्ये सूत्राणि सन्ति, ते वदन्ति यत् कुत्र कुत्र रु आगच्छति, रु इति किमपि अस्ति इति तत् आगच्छति. तत् सर्वदा तत्र पदस्य अधिकारः अस्ति, अतः सर्वदा पदान्ते आगच्छति. नाम पदस्य अन्ते यदि अस्ति चेत् रु अस्ति, पदस्य अन्ते यत् किमपि अस्ति चेत् तत् स्थाने रु भवति. तदनन्तरम् अग्रे विसर्गम् आगच्छति, सकारः आगच्छति इति. अत्र उदाहरणमस्ति सं क्री घै. अत्र कथं कार्यं भवति इति तु चिन्ता इति तु अत्र तस्य महत्त्वं नास्ति, परन्तु सं क्री घै अत्र सम् उपसर्गः अस्ति, उपसर्गः अपि पदमस्ति. अत्र पदस्य अन्ते मकारः अस्ति, अतः ऋत्वप्रकरणस्य प्रसक्तिः भवति. तत्र मकारस्य स्थाने रु आगच्छति, तदनन्तरं रु स्थाने विसर्गः, विसर्गस्य तदनन्तरं सकारः. अत्र सस् योगः क्री योगः घै. तदनन्तरं किमपि कार्यं भवति इति चिन्तां मा करोति, परन्तु विशेषः अस्ति यत् अत्र सम् एकं पदमस्ति, अतः तस्य पदस्य इति पदस्य इति अधिकारस्य प्रसक्ति भूत्वा मकारस्य स्थाने किमपि कार्यं भवति इति वार्ता अस्ति. तथैव कस्मिन् योगः चित् कान् योगः चित् अत्र कस्मिन्नपि पदमस्ति, कान् अपि पदमस्ति. अतः पदस्य नकारस्य अन्ते किमपि कार्यं भूत्वा सकारः आगच्छति, तदनन्तरं कस्मिंश्चित् कांश्चित् कांश्चित् इति रूपं भवति इति वार्ता अस्ति. तर्हि पदस्य इति अधिकारस्य नाम यानि सूत्राणि आगच्छन्ति तानि सर्वाणि पदस्य अन्ते कार्यं कुर्वन्ति. पदं नास्ति चेत् कार्यं न भवति. तर्हि अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्य अधिकारसूत्राणि सन्ति चेत् तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः. अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धिग्रहणे आगच्छति इति अस्ति. यदि न यदि वयं जानीमः यत् सूत्रसङ्ख्या किम् अस्ति, का अस्ति, तत्र तत् सूत्रसङ्ख्या कृते अधिकारसूत्रं किम् अस्ति इति वयं जानीमः चेत् वयं ज्ञातुं शक्नुमः यत् कार्यं कीदृशं भवति, कुत्र भवति इति अस्ति. महोदय भवतः शब्दं न्यूनमस्ति. आं महोदय, मम गृहे जनाः सन्ति अद्य, अतः अहं बहु किञ्चित् न्यूनं वदामि. अहं जनाः सुप्ताः सन्ति क्षम्यतां, परन्तु शृणोति खलु? आं वयं श्रोतुं शक्नुमः, अहं श्रोतुं शक्नोमि. अस्तु, तर्हि करपत्रं समाप्तम्. अधुना अग्रे गच्छामः. नूतनकरपत्रमस्ति अत्र नम्बर् 3 करपत्रमस्ति. तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः. प्राप्नुवन्ति वा सर्वे? अस्तु एकनिमिषः. अस्तु तर्हि मीना सुन्दरेशन् महोदय अस्ति खलु. टिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः. लस् लकारे भ्वादिगणे पा धातुः पिबति. जुहोत्यादिगणे दा धातुः ददाति. स्वादिगणे आप् धातुः आप्नोति. दशधातुगणाः सन्ति. गणमनुसृत्य विकरणप्रत्ययस्य भेदेन लट् लकारे रूपभेदः दृश्यते. पिबति, ददाति, आप्नोति इति प्रमाणम्. परन्तु लृट् लकारे पा धातुः पास्यति, दा धातुः दास्यति, आप् धातुः आप्स्यति. अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयः विकरणप्रत्ययः नास्ति. लट् लकारः सार्वधातुकलकारः, लृट् लकारः आर्धधातुकलकारः. अयं भेदः कथं निष्पन्नः अस्मिन् पाठे परिशीलयाम. किं लिखितम्? ऐ मीन् दशलकारः सन्ति इति वयं जानीमः. तत्र लट् लकारे धातु पा धातु पिबति, दा धातु ददाति, दशगणाः गण अनुसृत्य भेदः भवति. पिबति, ददाति, पिबति इति भ्वादिगणः, ददाति इति जुहोत्यादिगणः इत्यादीनां विध दशगणे दशविधाः अस्ति. परन्तु लृट्लकारे सति धातुः पा धातु पास्यति भवति, दा धातु दास्यति भवति, आप् धातु आप्स्यति भवति. अत्र रूपं समानमेव. किमव धातुः भवति, भ्वादिगणे वा ददा जुहात्यादिगणे वा क्रयादिगणे वा स्वादिगणे वा समानमेव दृश्यते. किमर्थम् इत्युक्ते गणप्रत्ययः नास्ति इन् बिट्वीन् धातु. अत्र गणप्रत्ययः नास्ति. सस्य इति समानप्रत्ययः भवति किमव गणं धातुः अस्ति चेत्. इदं भेदः कथं निष्पन्नः इति वयं पठामः. अस्तु, पठतु अग्रे. धातुभ्यः विहिताः प्रत्ययाः द्विधाः, तिञ्च कृच्च. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाश्च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्त्रर्थे शबादयः विकरणः शब्पादयः विकरणः आयान्ति कर्तरिषप् इत्यनेन सूत्रेण. शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आरुधातुकः एव, आर्धधातुकश्चेत् युडागमविचारः करणीयः. अयं विभजनं तिङ्क्षु अपि भवति, कृत्सु अपि भवति. प्रथमतया तिङ् प्रसङ्गे अवलोकयामः, तदा तदनन्तरं कृत् प्रसङ्गे. धातुभ्यः तिङ् प्रत्ययः अपि कृत् प्रत्ययः द्विविधम् अस्ति. तत्र सारुधातुकः आरुधातुकाश्च अपि. अस्य सारुधातुकः चेत् कर्तरिषप् इति सूत्रेण विविधाः विकरणाः भवन्ति. शप् आदेः आयाति, ऐ मीन् भ्वादिगणैः शप् इति भवति, श्लू इति भवति अन्यगणे. धातुगणे भेदः भवन्ति. सारुधातुक यदि धातुः सारुधातुक नास्ति, आरुधातुक एव अस्ति, आरुधातुक चेत् इदागमः व्यवहारं भवति. तत्र गणव्यवहारं नास्ति, इदागमः विचारः करणीयः. एतदेव विभजनं तिङ्क्षु अपि भवति, कृत्सु अपि, कृत् प्रत्ययेषु अपि भवति. प्रथमतया तिङ् प्रसङ्गे एव परिशीलयामः. अवगच्छति खलु? अवगच्छति खलु महोदय? अवगतम्. तिङ् प्रत्ययैः लकाराः निष्पन्नाः, अतः तिङ् प्रसङ्गः इत्यस्य वदनेन लकाराणां विषयः आयाति एव. दशलकाराः मूलतः कथं निष्पद्यते इत्यस्य परिशीलनेन बहु किमपि प्रकाशते. तिङ् प्रत्ययः लकारप्रत्ययः भवति, दशलकाराः सन्ति, बहु दशलकारः कथं भवति इति परिशीलनं कुर्मः. आम् अस्तु, अग्रे पठतु. दशलकारः मूलतः पूर्णा कथा. दशलकाराः सन्ति, आरम्भे विवक्षाम् अनुसृत्य दशलकाराः गोचराः. तदा अष्टाध्याय्याः पद्धत्या लघुत्वार्थं सर्वे लकाराः लकाराः इल् इत्येव भवन्ति. अत्र अभेदः एव दृश्यते. पश्चात् इल् स्थाने अष्टादश तिङ् प्रत्ययाः, अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश तिङ् प्रत्ययाः, अतः तदानीमपि अभेदः एव. अहं पुनरपि पठितुम् इच्छामि महोदय, अहं न अवगतं. पठतु. सम्यक् न अवगतं. पठतु. दशलकाराः सन्ति, ओके. आरम्भे विवक्षाम् अनुसृत्य दशलकाराः गोचराः, गोचराः दशलकाराः हिडन्. तदा अष्टाध्याय स्कोप् अस्ति तत्र. ओ, गोचराः मीन्स् नाट् हिडन्. तत्र गुप्त गोचरे अस्ति, स्कोप् अपि अस्ति तस्य, स्कोप् डोमेन्. तर्हि अत्र दशलकाराणां स्कोप् अस्ति, डिपेण्डिङ्ग् आन् वाट् यु वाण्ट् टु से. तदा अष्टाध्यायाः पद्धत्या लघुत्वार्थं सर्वे लकाराः लकाराः इत्येव भवन्ति. सुलभतया कर्तुं वदितुम् इच्छन्ति वा, लकाराः इत्येव भवन्ति. अत्र अभेदः भेदः नास्ति, दृश्यन्ते. पश्चात् इल् स्थाने अष्टादश तिङ् प्रत्ययाः, अत्रापि सर्वेषां लकाराणां स्थाने एव समानः अष्टादश तिङ् प्रत्ययाः, अतः तदानीमपि अभेदः एव. लट् लिट् लट् लोट् लिङ् इत्येव किल, किमपि लकार कोऽपि लकारः अस्ति चेत् तत्र अष्टादश तिङ् प्रत्ययेषु एकः प्रत्यय आगत्य तत्र उपविशति, अत्र समानमेव दृश्यते, भेदः नास्ति. अन्ते तिङ्गां सिद्धित्वेन पुनः दशानां भेदाः आयन्ति. तिङ् प्रत्ययः योजने योजित्वा भेदाः भवन्ति. अभेदत्वात् भेदत्वस्य आगमनेन लकारः सार्वधातुकः आर्धधातुकः च इत्ययं विभागद्वयम् अत्रैव दृष्टम्. किमर्थम् अभेदत्वात् भेदस्य आगमनेन आरम्भे भेदः नास्ति खलु, सर्वे लकाराः सन्ति, तेषां स्थाने तिङ्प्रत्ययाः आगच्छन्ति. अधुना मूलतिङ्प्रत्ययाः सन्ति, तत्र तत्पर्यन्तं भेदः नास्ति. परन्तु अग्रे सार्वधातुकप्रत्ययः अस्ति चेत्, आर्धधातुकप्रत्ययः अस्ति चेत् इति दृष्ट्वा तिङ्प्रत्ययानां परिवर्तनं भवति. परिवर्तनं भवति, कार्यं भिन्नं भवति, कार्यं भिन्नं भवति, अतः रूपं भिन्नं भवति. अतः सार्वधातुककृते तु मध्ये विकरणप्रत्ययः आगच्छन्ति अपि, सः अपि भेदं भवति. तर्हि प्रथमतया भेदः नास्ति, परन्तु अन्ते भेदः दृश्यते. अतः तत्र किं किं भवति इति अधुना वयं दृश्यामः. विवक्षाम् अनुसृत्य दशलकाराः भेदः. सर्वे लकाराः इल् इत्येव भवन्ति अभेदः. ओके, आल् लकारः सर्वत्र इल् एव वर्णम् आरम्भे भवति, तस्मात् लकाराः. अष्टादश तिङ् प्रत्याः अभेदाः, अभेदः अष्ट तिङ् सिप्तश्चि सिप्तस्य इति एवम् अष्टादश तिङ् प्रत्याः अभेदः. लकाराणां सिद्धप्रत्ययाः भेदः. लकाराणां सिद्धप्रत्ययाः किमर्थं तत्र? तर्हि तदेव, मूलतः तिङ् प्रत्ययः समानाः सन्ति, तदनन्तरं तेषां स्थाने तेषां मध्ये किमपि कार्यं भवति, अतः नूतनतिङ्गप्रत्ययाः आगच्छन्ति, सिद्धतिङ्गप्रत्ययाः. लकारं दृष्ट्वा सिद्धतिङ् प्रत्ययाः भिद्यन्ते, दशानां लकाराणां तिङन्तपदानि भेदः. दशा लट् लट् लोट् लिट् लिट् सो आन् दशानां लकाराणां तिङ्पदानि भेदः. अवगच्छति वा सर्वे? अवगतं मया महोदय. धन्यवादः महोदय. प्रश्नः अस्ति वा इदानीं पर्यन्तं कस्य? अस्तु, कस्य प्रश्नः नास्ति चेत् अग्रे गच्छामः. सिद्धप्रत्यय इत्युक्ते हा, तर्हि मूलतः तिङ्प्रत्ययः सन्ति तिप्तश्चि सिद्धस्थ इति. मूलतिङ्प्रत्ययः कोऽपि लकारः भवतु, समानः एव सन्ति, समानाः एव सन्ति, परन्तु अनन्तरं लकारम् अनुसृत्य भिन्नं भिन्नं कार्यं भवति प्रत्यये. अतः तदनन्तरं तेषां रूपाण तेषां रूपेषु विद्यते भिन्नत्वं भवति, अतः प्रत्ययाः अपि भिन्नाः भवन्ति. सिद्धतिङ् प्रत्ययः इत्युक्ते ते प्रत्ययाः ये धातूनां ये धातूना सह योजनाय सिद्धाः सन्ति. तत्र मूलफार्म् अस्ति प्रैमरी फार्म् प्रत्ययानां, तदनन्तरं कार्यं कृत्वा फैनल् फार्म् अस्ति, तत् फैनल् रेडि टु यूस्, रेडि टु यूस् सिद्धप्रत्ययः. अग्रे पठामः, सुमित्रा महोदय अस्ति खलु? आं महोदय, पठामि. लकारप्रत्ययाः लट् लृट् लङ् इत्यादयः लकाराणां नामानि इति सामान्यज्ञानं, परन्तु केवलं नामानि इति न, एते स्वयं प्रत्ययाः सन्ति. दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः. वयं जानीमः लट् लृट् लङ् इति लकाराः सन्ति इति, तानि केवलं नामानि इति न, ते एते स्वयं प्रत्ययाः एव. सूत्रैः दत्तम् अस्ति अत्र, वर्तमाने लट्, अनद्यतने लङ् 3.2.111, विधिनिमन्त्रणामन्त्रणाधिष्ठसम्प्रश्ना प्रार्थनेषु लिङ् 3.3.161 लोट् च 3.3.162 परेक्षे लिट् 3.2.115 अनद्यतने लुट् 3.3.15 लिट् शेषे च 3.3.13 आशिषि लिङ् लोटौ 3.3.173 लिङ् निमित्ते लृङ् क्रियातिपत्तौ 3.3.139 एते सर्वे सूत्रैः अस्माकम् एतावता अष्टाध्यायाः समग्रदृष्टिः मनसि अस्ति खलु? इमानि उपरितनानि सूत्राणि कस्मिन् अध्याये? तृतीयाध्याये. अतः केषां सूत्राणाम् अधिकारः? केषां सूत्राणाम् अधिकारः भवती एव वदतु. केषां सूत्राणाम् अधिकारः? तृतीयाध्याये द्वे सूत्रे स्तः ययोः अधिकारः भवति. न स्मरामि महोदय, क्षम्यताम्. प्रत्ययः अस्ति, परश्च अस्ति खलु? आम्, प्रत्ययः परश्च 3.1.1 प्रत्ययः 3.1.2 परश्च. तर्हि तृतीय अध्याये, चतुर्थ अध्याये, पञ्चम अध्याये सर्वत्र प्रत्ययः परश्च सूत्रयोः अधिकारः भवति. अतः वयं ज्ञातुं शक्नुमः यत् लट् लङ् लिङ् लोट् एते सर्वे वस्तुतः प्रत्ययाः सन्ति. अग्रे पठतु. एकनिमिषं महोदय. प्रत्ययः 3.1.1 अधिकारः 3.1.1 सः 5.4.160 तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति. एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. प्रत्ययः इति 3.1.1 अस्ति, तस्य विधानं 3.1.1 तः 5.4.10 पर्यन्तं भवति. इत्युक्ते तृतीयः चतुर्थः पञ्चमः त्रिषु अध्यायेषु भवति. इत्युक्ते तस्य संज्ञा भवति इति, तस्य प्रत्ययः संज्ञा इति भवति. आम्, तस्य प्रत्ययसंज्ञा इति प्रत्ययशब्दसंज्ञा नास्ति, विधिकार्यमेव अस्ति यत् वदति यत् अस्मिन् एषु गणेषु सूत्रम् अस्ति तत्र सर्वत्र यत्किमपि अस्ति यस्य कस्यापि विधानं भवति तत् प्रत्ययः अस्ति इति, संज्ञासूत्रम् इति नास्ति. तत्र कस्य प्रत्ययः इति संज्ञा भवति. संज्ञा इत्युक्ते डेफिनेशन् अस्ति, तत्र अत्र प्रत्ययस्य डेफिनेशन् नास्ति. विधिसूत्रं यत्र यत्र अस्ति सर्वत्र अधिकारः इति अस्ति, तत्र तस्य अधिकारः. अनन्तरं परश्च 3.1.2 अधिकारः 3.1.1 तः 5.4.160 एषु एव त्रिषु अध्यायेषु यत्र अत्र प्रत्ययस्य इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. परश्च इति 3.1.2 अस्ति, त्रिषु अध्यायेषु अपि तस्य विधानं भवति. परश्च इति सूत्रं वदति यत् प्रकृतेः अनन्तरम् एतत् प्रत्ययः आयाति इति वदति. अनन्तरमस्ति धातोः 3.1.91 अधिकारः 3.1.91 तः 3.4.11 117 तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः. धातोः इति सूत्रम् अस्ति. तृतीय अध्याये कृदन्ततिङन्तानां विषये विधायकसूत्राणि भवन्ति. एतत् वदति यत् कोऽपि प्रत्ययः विहितः अस्ति चेत् धातोः अनन्तरम् एव विहितः इति वदति. अतः वर्तमाने लट् 3.2.123 वर्तमानार्थे धातुतः लट् प्रत्ययः भवति. लटः प्रत्ययः संज्ञा भवति प्रत्ययः इत्यनेन. धातोः परे एव आयाति परश्च इत्यनेन. अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः. वर्तमाने लट् इति सूत्रम् अस्ति. इत्युक्ते वर्तमानार्थे धातोः यत् अस्ति धातुतः लट् प्रत्ययः भवति इति अर्थः. एतत् संज्ञा भवति प्रत्ययः इत्यनेन. प्रत्ययः इत्युक्ते वयं दृष्टवन्तः तस्य प्रत्ययसंज्ञा भवति इति. अतः संज्ञा अस्ति. धातोः परे एव आयाति केन सूत्रेण? परश्च इत्यनेन. इत्युक्ते प्रकृतेः अनन्तरम् एव एतत् प्रसङ्गम् अस्ति परश्च इति. परन्तु अत्र प्रकृति कः अस्ति? धातु. धातुः एव खलु महोदय? केन सूत्रेण वयं ज्ञातुं शक्नुमः धातोः इति? धातोः अतः अनुवृत्तिसहितसूत्रं तादृशं निर्णयति धातोः परश्च वर्तमाने लट् प्रत्ययः इति. वार्ता अस्ति. तर्हि लघुत्वस्य कृते पाणिनेः केवलं वर्तमाने लट् अनदते लङ् इति सर्वं लिखितमस्ति. परन्तु तस्य अर्थमिदं भवति यत् तृतीय अध्याये अस्ति. तत्र त्रीणि अधिकारसूत्राणि सन्ति, प्रत्ययः परश्च धातोः. अतः तेषाम् अधिकारः भवति. अतः ते सर्वे आगत्य उपविशन्ति. अतः वर्तमाने लट् इति सूत्रेण वस्तुतः सम्पूर्णसूत्रं किं भवति? धातोः परश्च वर्तमाने लट् प्रत्ययः. नाम वर्तमानविवक्षायां, वर्तमानकालस्य विवक्षायां धातोः अनन्तरं लट् प्रत्ययः योजयतु इति सूत्रस्य अर्थः. अस्तु, अग्रे पठतु. वाक्यमस्ति अत्र ध्येयं यत् अनुबन्धलोपे सर्वेषां लकाराणाम् इल् इत्येव अवशिष्यते. तर्हि उपरि लिखितमस्ति खलु, प्रथमः तु विवक्षायां लकाराः भिन्नभिन्नलकाराः आगच्छन्ति, लट् लिङ्ग्. परन्तु तदनन्तरम् एकवारं यदा इत्संज्ञाप्रकरणं भवति, तत्र लङ् अस्ति, तत्र लट् अस्ति, टकारस्य लोपः भवति हलन्त्यं सूत्रेण, अकारस्य लोपः टकारस्य लोपः भवति हलन्त्यं सूत्रेण, अकारस्य लोपं भवति उपदेशे अजनुनासिक. अतः केवलं ल अवशिष्यते. तथैव लङ् मध्ये ल अवशिष्यते, लोट् मध्ये ल अवशिष्यते, सर्वत्र ल एव अवशिष्यते. अतः किं भवति यत् केवलं ल एव अवशिष्यते. अतः पुनः भेदः किमपि न भवति, सर्वत्र ल एव भवति, भेदः न दृश्यते. अतः आं महोदय. महोदय, अत्र लशकपदिते इत्यस्य सूत्रेण लकारस्यापि इत्संज्ञा न भवति, न भवतीम् अर्हति न? किमर्थं ल? किं महोदय? लशको तद्दिते अतद्दिते लशको अतद्दिते इति सूत्रेण लकारस्य इत्संज्ञा भवति टकारस्य अपि भवति अत्र टकारस्य एव दत्तमस्ति केन सूत्रेण लकार एव अवश्य न भवति अत्र किमपि प्रत्ययस्य कृते एव लशक्व तद्धिते न प्रत्यय अस्ति लट् प्रत्यय अस्ति खलु लट् प्रत्यय लट् प्रत्यय अस्ति अत्र तत्र महोदय अहं ममापि शङ्का अस्ति महोदय तत्र लट् इत्संज्ञा भवति चेत् टकारः अपगच्छति लकारः अपगच्छति अकारः अपि प्रस्तुतः गच्छति किमपि न अवशिष्यते तत्र तत्तु नास्ति अहं चिन्तयामि किमस्ति अहं दृष्ट्वा अनन्तरं किमपि लकारस्य स्थाने किमपि आगच्छति अतः कारणेन ल एव अवशिष्यते इति वा लकारस्य स्थाने किमपि सूत्र अपि अभवत् तत्तु अस्ति तत्तु अस्ति लस्य सूत्रम् अस्मात् कारणेन एव तत्र लस्य सूत्रम् अस्ति लस्य सूत्रमिति वर्तते यत् लस्य स्थाने किं भवति परन्तु लकार नास्ति चेत् लस्य न भवति अतः एव इति एकं कारणं भवितुं परन्तु डौट् तु अस्ति प्रश्नः समीचीनः अस्ति अहं दृष्ट्वा वदामि अस्तु महोदय धन्यवादः महोदय अकारः कथम् अपगच्छति उपदेशे अजनुनासिक तद् वस्तुतः अनुनासिक अकारः अस्ति ओहो अत्र न दृश्यते एव अग्रे लिखितमस्ति अग्रे लिखितमस्ति वयं पठामः अस्तु पठामि वा महोदय इत्संज्ञकवर्णानां लोपः चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु प्रथमं तु उपदेशे अजनुनासिक इत् 1.3.2 सूत्रं स्वयं सम्पूर्णम् उपदेशे अच् अनुनासिकः इत् हलन्त्यं 1.3.3 अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत् न विभक्तौ तु स्माः 1.3.4 अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः तु स्माः न इतः आदिर्णीटूडवः 1.3.5 अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटूडवः इतः वयं पूर्वं दृष्टवन्तः अग्रे करोतु वदामि करिष्यामः अथवा सर्वे जानन्ति त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव शक्षः प्रत्ययस्य 1.3.6 अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् चुटु 1.3.7 अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ लशक्व तद्धिते 1.3.8 अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते अनेन इत् लोपविधिः तस्य लोपः 1.3.9 अनुवृत्तिसहितसूत्रं तस्य इतः लोपः एतानि सूत्राणि वयं दृष्टवन्तः पूर्वं लोपविधिः कानि इति यथा अत्र लकाराणां प्रसङ्गे लट् लकारस्य लट् इति प्रत्ययः लट् हलन्त्यं 1.3.3 इत्यनेन टकारस्य इत्संज्ञा उपदेशे अजनुनासिक इत्यनेन अकारस्य इत्संज्ञा तस्य लोपः इत्यनेन टकारः अकारयोः लोपः ल इति अवशिष्यते एतत् अपि वयं दृष्टवन्तः लट् इति अस्ति टकारः उपदेशे अजनुन हलन्त्यम् इत्यनेन गच्छति उपदेशे अजनुनासिक इत्यनेन अनुनासिक अकारः गच्छति, अतः ल एव अवशिष्यते. लङ् लकारस्य लङ् इति प्रत्ययः, लङ् हलन्त्यम् इत्यनेन णकारस्य इत्संज्ञा, उपदेशे अजनुनासिक इत् इत्यनेन अकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन णकार अकारयोः लोपः लकारः एव अवशिष्यते. लङ् अपि तादृशम् एव, अतः लकारः एव अवशिष्यते. एवम् एव सर्वेषां लकाराणाम् अपि, सर्वे लकाराणाम् अपि तादृशं लोपः लोपविधिः भवति. लोट् मध्ये अपि टकार हलन्त्यम् इति सूत्रेण गच्छति, ओकारः लिट् मध्ये अपि, लृङ् मध्ये अपि, किमपि अस्ति चेत् अतः स्वरस्य उपदेशे अजनानासिक इति सूत्रेण अन्तिमहलस्य अन्तिमहलः हलन्त्यम् इति सूत्रेण. अतः केवलं सर्वे लकाराः इल् एव अवशिष्यते. आम्, अतः तत् उपरि लिखितमस्ति यत् प्रथमतया भेदः अस्ति विवक्षायां, परन्तु तत् अनन्तरं केवलं ल एव अवशिष्यते, अतः भेदः अपगच्छति. अस्तु तर्हि, धन्यवादः महोदय. धन्यवादः. अधुना स्थितिः का अस्ति यत् कोऽपि लकारः अस्ति चेत् तस्य स्थाने ल एव अवशिष्यते इति अधुना स्थितिः अस्ति. तर्हि धातु प्लस् ल इति स्थितिः अस्ति. अस्तु, अग्रे मदर् महोदय अस्ति खलु? आम् महोदय, पठतु. सकारप्रत्ययनाम अनुवृद्धिसहितरूपम्, अतः एतत् सर्वं दृष्ट्वा अस्माभिः अवगम्येते यत् यद्यपि दशलकाराः सन्ति तदापि अनुबन्धलोपानन्तरं सर्वे लकारः इत्येव भवन्ति. लट् लङ् लिङ् लोट् लिट् लुट् लुट् आशिलिङ् लुम् अतः लकारः एव भवति. अतः तस्य नाम लकारः अस्ति, यतोहि ल एव अवशिष्यते खलु, अतः लकारः वयं जानीमः खलु. यत्र अकारः अस्ति तथा तस्य अर्थः अस्ति अवर्ण, तत्र सकारः अस्ति तस्य अर्थः अस्ति सवर्ण, तर्हि लकारः तस्य अर्थः अस्ति लवर्णः. अत्र केवलं लवर्णः उपविशति, अतः लकारः इति तस्य नाम भवति. अस्तु, तथैव अस्ति. कथं भवति महोदय? किं तत्र वस्तुतः तत्र वस्तुतः आशीर्लिङ्ग् तु वस्तुतः लिङ्ग् अस्ति. लिङ्ग् मध्ये तस्य उप भागद्वयम् अस्ति, विधिलिङ्ग् आशीर्लिङ्ग्. परन्तु वस्तुतः तु लकारः लिङ्ग् एव अस्ति. तत्र उपरि लिखितमस्ति खलु, यत्र लिखितमस्ति आशिषि लिङ्ग् लिटौ लिङ्ग् लोटौ. तत्र यदि आशिष् यदि आशिषि इत्युक्ते आशीर्वचने, आशीर्वचने लिङ्ग् अपि भवितुं शक्नोति, लोट् अपि भवितुं शक्नोति. परन्तु आशीर्वचने यत् लिङ्ग् अस्ति तत् किमस्ति, तत्र किमपि भेदः अस्ति नार्मल् लिङ्ग् यत् अस्ति ततः. तत्र नार्मल् लिङ्ग् इत्युक्ते विधि निमन्त्रण आमन्त्रण इति सर्वत्र, अतः तद् विधि निमन्त्रण आमन्त्रणम् इति सर्वत्र अस्ति चेत् विधिलिङ्ग्. आशी यत् लिङ्ग् अस्ति तत् आशीर्लिङ्ग्, अतः विधिलिङ्ग् आशीर्लिङ्ग्. पठतु अग्रे. देयं यत् देयं यत् आरम्भे लट् लङ् लिट् इत्यादयः विभिन्नलकाराः दृश्यन्ते, अतः तत्र भेदः इत्येव स्थितिः. किन्तु अनुबन्धानन्तरं लकारः इत्येव अवशिष्यते इति कृत्वा सर्वेषाम् अभेदः, अनेन अतीव लाघवं सिध्यति. यतोहि अग्रे एकेन एव सूत्रेण लस्य सर्वेषां लकाराणां स्थाने प्रत्य आदेशः लादेशः भवति. अत्र अत्र दत्तं लट् लः इत्यादय लकारः एव अवशिष्यः भवति, अतः भेदः नास्ति एव. लघुत्वं भवति अत्र एकः एकेन सूत्रेण लस्य इति सूत्रेण एव अवगच्छामः लकारः भवति इति सर्वेषां लकाराणां स्थाने प्रत्यादेशः लादेशः भवति लकारः आदेशः भवति इति उक्तं नाम लस्य इति अधिकारसूत्रं भवति तदनन्तरं तस्य अधिकारसूत्रे यानि यानि प्रत्ययाः आगच्छन्ति ते सर्व ल स्थाने आगच्छन्ति नाम लकार लकारत्वात् यत् ल अवशिष्यते तस्य स्थाने आगच्छन्ति इति अतः यदि यदि एतद्रीत्या पाणिनिना रचना न कृता तर्हि बहूनि सूत्राणि भवन्ति लट् स्थाने लोङ् स्थाने लिङ् स्थाने लोट् स्थाने लिट् स्थाने परन्तु अनेन अनया रचनया केवलं लस्य इति सूत्रेण यत्किमपि लकारं भवतु तस्य स्थाने किमपि प्रत्ययः आगच्छति इति तर्हि अतः अहं चिन्तयामि यत् लस्य इति सूत्रस्य कारणं भवति अतः लकारः तस्य लोपः न भवति इति अहं चिन्तयामि यतः यदि अदशक्वत् अधीते इति सूत्रात् लस्य अपि लकार लवर्णस्य अपि यदि भवति लोपः तर्हि किमपि न अवशिष्यते तर्हि लस्य इति सूत्रस्य कार्यं कथं भवति खलु अतः लस्यस्य कार्यं भवितुं शक्नोति अतः लशक्वत् अधीते इति सूत्रेण लकारस्य लोपः न भवति इति अहम् ऊहां करोमि इति प्रायः तत्कारणेन लकारस्य लोपः न भवति इति वार्ता अस्ति अवगच्छति वा यतोहि यदि लस्य अपि लकारस्य अपि यदि लोपः भवति तर्हि कथं ज्ञातुं शक्नुमः यत् यत् ये प्रत्ययाः आगच्छन्ति ते लकारस्थाने आगच्छन्ति लकारप्रसङ्गे आगच्छन्ति न ज्ञातुं शक्नुमः खलु निरर्थकं भवति सर्वत्र निरर्थकं भवति अतः एव अस्ति इति प्रायः चिन्तनमस्ति वाच्यं भवेत् भवेत् प्रायः भवेत् परन्तु न अपि भवति चेदपि लस्य इति सूत्रेण वयम् ऊहां कर्तुं शक्नुमः यत् अनेन एव तस्य लोपः न भवति अस्तु तर्हि अग्रे पठतु महोदय भवती एव पठतु मल्लर् महोदय अधिकारः एतावता दशानां लकारः प्रत्ययानाम् अनुबन्धलोपे लकार इत्येन अवशिष्यते अधुना अस्य लह स्थाने अष्टादश तिङ् प्रत्ययाः विहिताः भवन्ति एतदर्थं विशिष्टं सूत्रद्वयं दशलकाराणां प्रत्ययानाम् अनुबन्धलोपानन्तरं लकारः एव अवशिष्यति लकारस्थाने किम् अभवत् इति त्रिङ् प्रत्ययविहितेन भवन्ति अत्र सूत्रद्वयम् अस्ति लस्य अधिकारसूत्रमिदं षष्ट्यन्तम् अकारः उच्चारणार्थं त्री फोर् 7, 8, 3, 4, 1, 1, 2 पर्यन्तम् अस्य अधिकारः प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत्तत् सूत्रे यः प्रत्ययः विहितः सः लस्य स्थाने विहितः लस्य इति अधिकारसूत्रः भवति तत् सूत्रं षष्ट्यन्तम् अकारः उच्चारणार्थम् उच्चारणार्थम् इत्युक्ते किं महोदय अकारः लस्य मध्ये तद् एक्चुलि तत् वस्तुतः ल इति शब्दस्य षष्ठी अस्ति खलु केवलं ल् इति तस्य न परन्तु ल तस्य षष्ठिः तत्र परन्तु तत्र वस्तुतः इल् एव अस्ति, तत् अकारः उच्चारणार्थम् अस्ति. तत्र रामस्य अस्ति खलु, रामस्य षष्ठीविभक्तिः अस्ति राम इति शब्दस्य, तत्र अन्ते अकारः अस्ति खलु प्रातिपदिके, तथैव लस्य इति ल इति प्रातिपदिकस्य षष्ठी विभक्तिः अस्ति, परन्तु तत् ल मध्ये अकारः केवलम् उच्चारणार्थे अस्ति. वस्तुतः इल् एव तस्य एव इल् एव तस्य एव अत्र महत्त्वम् अस्ति. इल् स्थाने प्रत्ययः आगच्छति. अत्र एतत् सूत्रं वदति यत् तत्तत् सूत्रे यः प्रत्ययः विहितः सः लस्य स्थाने विहितः इति एतत् सूत्रं वदति. नाम लकारस्य स्थाने कोऽपि लकारस्य स्थाने कस्यापि लकारस्य स्थाने आगच्छति, प्रत्ययः आगच्छति. अग्रे एका शङ्का अस्ति, पृच्छामि वा? पृच्छतु. अत्र लस्य अत्र ल मध्ये अ उच्चारणार्थम् अस्ति, अतः किमर्थं लह इति सूत्रं न कृतम्? तत्तु ल इति पदस्य एव षष्ठी, किमर्थं लस्य उच्चारणार्थम् अ तत्पश्चात् तस्य षष्ठी प्रत्ययः, एतत् किमर्थम्? तत्तु मया बहु भिन्नभिन्नस्थानेषु मया दृष्टमस्ति अष्टाध्याय्यां, यत् लह अपि वस्तुतः लह अस्ति चेत् शङ्का एव नास्ति, परन्तु प्रायः अन्ये अपि स्थलेषु अस्मिन्नेव रीत्या पाणिनि तत्र उच्चारणार्थं प्रायः प्राणिनि तत्र अकारान्तपदरूपेण रूपं करोति, षष्ठीरूपं तस्य आगच्छति, परन्तु तत्तु समीचीनं नास्ति, अतः तत् समीचीनं नास्ति, अतः उच्चारणार्थं करोति इति वयम् ऊहां कर्तुं शक्नुमः. अवगच्छति वा? आम्, सुगम अर्थं प्राप्यते अतः कदाचित्, परन्तु लह अपि सुगमेव अस्ति अतः न जाने. तत्र लह अपि लस्य लस्य तत्तेन तु तत्र लघु अपि अस्ति, लह लघु अपि अस्ति, परन्तु पञ्चमी तथा च षष्ठी द्वयोः अर्थस्य प्राप्तिः भवति, अतः लस्य इत्येन अर्थस्य यु नो फोकसिङ्ग् आन् द मीनिङ्ग् षष्ठी, तदपि अस्ति. लह लिखित लह यदि पाणिनि लिखितवान् तर्हि पञ्चमी अस्ति षष्ठी अस्ति, तस्य तत्र भ्रमः भवितुं शक्नोति, परन्तु लस्य मध्ये तु केवलं षष्ठी अस्ति इति तु शङ्का नास्ति, प्रायः तदेव कारणम् अस्ति, तदेव तदपि भवितुं शक्नोति. आम् आम्, धन्यवादः. धन्यवादः. आम् किमर्थं पठनीयं महोदय? प्रयत्नं करोतु, ब्रेक् ब्रेक् टिप् तस् झि सिप् हस् थ मिप् वस् मस् त आतां झ थास् आथां इड् वहिङ् महि, सन्धिः अस्ति सर्वत्र, सन्धिः अपि नास्ति अत्र, केवलं वर्णमेलनम् अस्ति. पठतु. तिङन्तपदानां सावधान अर्थं मूले अष्टादश तिङ् प्रत्ययाः भवन्ति. लस्य इत्यनेन लकार इत्यस्य स्थाने एते अष्टदशाः अष्टदशविहिताः. आतां ज तास् आतां द्वम् इ वहि महि इति अष्टादश तिङ् प्रत्ययाः. सिप् इत्यस्मात् आरभ्य महि पर्यन्तम् आहत्य तिङ् प्रत्ययः इति उच्यते. अत्र सूत्रं तिङ् प्रत्ययः किम् इति उच्यते. अष्टादश तिङ् प्रत्ययाः सन्ति. लकारस्य स्थाने एतत् प्रत्याहारः वीतः सन्ति. सित् इति आरम्भे अस्ति, अन्ते मसि इति अस्ति, इदानेन तिङ् प्रत्ययः इति उच्यते. इदं पूर्वप्रकरणं लस्य इति सूत्रस्य अधिकारे, अतः नाधिकारः इत्युच्यते. कार्यम् अस्ति इन् स्थाने आदेशः, अतः कार्यं दादेशः इत्युच्यते. इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारेणैव भवति, अतः लाधिकारः इति उच्यते. यतः लकारस्य स्थाने आदेशः भवति, तत्र आदेशः भवति इति. ल आदेशः नाम ल स्थाने आदेशः भवति इति, अतः तत् सर्वे आदेशः अस्ति. अतः लस्य इति सूत्रस्य अधिकारः अस्ति खलु 3.4.78 तः, तर्हि तिप्तस्थ 3.4.78 एव अस्ति. अतः तत्रापि लस्य इति आगत्य उपविशति, वदति यत् एतानि सर्वाणि एते सर्वे तिङ् प्रत्ययाः ल स्थाने नाम लकारस्थाने आगच्छन्ति इति वार्ता अस्ति. अस्तु तर्हि धन्यवादः महोदय. भानुचैतन्य महोदय. अस्तु महोदय, पठतु. महोदय आत्मनेपदधातूनां मूलतिङ्प्रत्ययः महोदय लः परस्मै आरम्भे एते सर्वे अष्टादश तिङ्प्रत्ययः महोदय आरम्भे एते सर्वे अष्टादश तिङ्प्रत्ययाः परस्मैपदिनः भवन्ति लप् परस्मैपदम् इत्यनेन सूत्रेण. तदा सङ्गाणावात्मनेपदम् इत्यनेन सङ् इत्यस्मात् आरभ्य महीं पर्यन्तं प्रत्ययाः आत्मनेपदिनः परस्मैपदिधातूनां मूलतिङ् प्रत्ययाः चित्तस्थि चित्तस्थ वित्वस्थ. आत्मनेपदिधातूनां मूलतिङ् प्रत्ययाः त आतां झ धा आथां ध्वम् इड् वहि महीम्. तावत्पर्यन्तं महोदय इदानीं पठतु अग्रे. अग्रिमे लप् परस्मै लप् परस्मैपदं लस्य स्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मैपदि संज्ञकाः. तडानावात्मनेपदं तङ् महोदय तत् तङ्गाणावात्मने पदं लस्य स्थाने ये तङ् आणः शानच् कानच् च प्रत्ययाः आयान्ति ते सर्वे आत्मनेपदि संज्ञकाः. तङ् आणश्च तयोः इतरेतरद्वन्द्वः तङ्गाणौ तङ्गाणौ प्रथमान्तम् आत्मनेपदं प्रथमान्तं द्विपदम् इदं सूत्रम् परस्मैपदम् इत्यस्मात् लः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लः तङ्गाणौ आत्मनेपदं द्वयोः संज्ञयोः मध्ये एका एव स्यात् इति निर्धारयितुम् आकडारादेका संज्ञा आकडाकारदेका संज्ञा इत्यनेन कडाराः कर्मधारये इति सूत्रावधिं यावत् एकस्य एकैव संज्ञा भवति लप् परस्मैपदं सङ्गाणावात्मनेपदं चेति सूत्रद्वयम् एतदभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति, द्वयमपि युगपत् न भवति. महोदय तत्र तु परस्मैपदिधातूनां नव तिङ् प्रत्यये किम् इति तत्र दत्तं, तिप्तस्थिः, सिप्तस्थ, मिप्स्मस्, ल. यदि परस्मै धातु लकारः विवक्षा अस्ति चेत् तर्हि ल स्थाने लस्य यदस्ति तत्र किं तस्य स्थाने आगच्छति आयान्ति इति तत्र लिखितं. तादृशी आत्मनेपदिधातूनाम् अस्ति चेत् तत्र मूलतिङ्प्रत्ययः किम् इति नव तिङ्प्रत्ययः अपि दत्तं तत्र. अधः तु लः परस्मैपदं सूत्रमस्ति. लस्य स्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मैपदि संज्ञकाः. तत् लस्य स्थाने प्रत्ययाः आयान्ति सर्वे परस्मैपदि इति एव तत्र लिखितं महोदय, तत् तदेव मया न अवगतं. किन्तु आत्मनेपदी अपि सन्ति एव ते परस्मैपदी. तत् पाणिनिना पाणिनेः नाम तत् शैली अस्ति. तत् प्रथमतया तदस्ति, प्रथमतया सर्वे परस्मैपदिनः सन्ति, परन्तु तदनन्तरं तङ् आनौ आत्मनेपदम् इति सूत्रेण सह वदति, परन्तु तङ् आनतु आत्मनेपदिनौ सन्ति. अतः आहत्य वयं ज्ञातुं शक्नुमः यत् तिप्तः मस्पर्यन्तं परस्मैपदिनः, ततः महिङ्पर्यन्तम् आत्मनेपदिनः इति. अवगच्छति वा? तर्हि किमस्ति यत् परस्मैपदि प्रत्ययानां स्कोप् वैडर् अस्ति. दे आर् मोर् परस्मैपदप्रत्यया देन् आत्मनेपदी प्रत्यया. अतः सः प्रथमतया वदति यत् दे आर् आल् परस्मैपदी एक्सेप्ट् तङ् शानच् कानच् इति. इति सः लिखति लः परस्मैपदं नाम लकारस्य स्थाने यः कोऽपि प्रत्ययः आगच्छति तत् परस्मैपदि, परन्तु तङ्गानौ आत्मनेपदम् इति सूत्रस्य बलेन ये तङ् प्रत्ययाः सन्ति नाम त आतां झ था साथां ध्वम् इड्वहि महि अपि च शानच् कानच् ये प्रत्ययाः सन्ति ते आत्मनेपदिसंज्ञकाः इति अस्ति. महोदय कदारः इत्युक्तः अग्रे वदामः. द्वयोः संज्ञयोः मध्ये एका एव स्यात् इति निर्धारयितुम् आकडारादेका संज्ञा. तत् किं महोदय? तदपि मया न अवगतम्. तर्हि एकं सूत्रम् अस्ति कडाराः कर्मधारये, तस्य सूत्रस्य अत्र किमपि महत्त्वं नास्ति, परन्तु अत्र लिखितमस्ति खलु आकडार आकडार. आ इत्युक्ते किं? बिगिनिङ्ग् फ्रोम् हियर् इति अस्ति खलु. आ इति पदस्य आ इति शब्दस्य अर्थं किम् अस्ति? यत् अत्र आरभ्य. तर्हि आकडारः इत्युक्ते कडारः यत्र लिखितमस्ति, कडारः यत्र लिखितमस्ति, क्षम्यताम्, आकडारात् एका इति सूत्रमस्ति 141. तर्हि आकडारात् एका इत्युक्ते वदति आ इत्युक्ते अत्र आरभ्य कडारात् पर्यन्तम्. तर्हि 141 तत् अस्ति आकाडारात् एका संज्ञा, तद्वदति आ इत्युक्ते अत्र आरभ्य फ्रोम् ह्यर् कडारात् यत्र अष्टाध्यायां कडार इति लिखितमस्ति तत्र पर्यन्तं. तत्र कडार कुत्र लिखितमस्ति? कडारः कर्मधारे एकसूत्रमस्ति, तत्र कडार लिखितमस्ति. तर्हि आकडारात् एका संज्ञा इति वदति यत् अत्रतः आरभ्य कडाराः कर्मधारे नाम 141 आरभ्य 2 to 38 इति सूत्रात् पर्यन्तम् इति सूत्रपर्यन्तं यत्कपि यत्किमपि लिखितमस्ति तस्य एकैव संज्ञा भवति, नाम वाट् एवर् इस् रिटन् हियर् all of them cannot happen simultaneously, only one of them will be true at the same time. Atari atra eva 1412 to 38 madhye eva lah parasmay padam tanganavat atmane padam iti sutra dvayam agachati kalu 1412 to 38 madhye agachati atah what it means is that something cannot be both yugapat ekam kimapi परस्मैपदम् आत्मनेपदं युगपत् न भवितुं शक्नोति, ऐदर् इट् इस् परस्मैपदम् आर् इट् इस् आत्मनेपदम्. सो तर्हि लस्य स्थाने ये प्रत्ययाः आगच्छन्ति ते प्रायः परस्मैपदं परस्मैपदिनः सन्ति, परन्तु तङ्गानो तु आत्मनेपदिनः सन्ति. परन्तु किमपि अस्ति एक युगपत् तु उभौ न भवितुं शक्नोति, ऐदर् इट् इस् परस्मैपदम् आर् इट् इस् आत्मनेपदम् इति अस्ति. तर्हि किमस्ति यत् प्रत्ययः लस्य स्थानीयप्रत्ययः आगच्छन्ति तानि अपि ते अपि परस्मैपदीसंज्ञकः आत्मनेपदीसंज्ञकः अस्ति, धातुः अपि परस्मैपदी आत्मनेपदी अस्ति इति. नार्मलि वयं किम् उक्तः यत् धातुः परस्मैपदी आत्मने अस्ति, परन्तु प्रत्ययः अपि परस्मैपदीसंज्ञकः आत्मनेपदीसंज्ञकः भवितुं शक्नोति भवति इति अत्र वार्ता अस्ति. And at one time only one is two. उभयपति इति धातोः विषये उभयपति इति उच्यते महोदय, प्रत्ययविषये उभयपति नास्ति किल? हा, धातुविषये अपि यत् उभयपदी अस्ति तत् युगपत उभयपदी नास्ति, नाम एट् द सेम् टैम् इट् इस् नाट् परस्मैपदी एण्ड् आत्मनेपदी, डिपेण्डिङ्ग् आन् द काण्टेक्स्ट् तत् उभयपदी तत् आत्मनेपदी भवितुं शक्नोति, परस्मैपदी भवितुं शक्नोति. परन्तु हा तत्तु धातु कृते अस्ति, प्रत्ययः तु आत्मनेपदी अथवा परस्मैपदी इति. अवगच्छन्ति वा सर्वे? प्रश्नः अस्ति वा कस्य? नास्ति चेत् अग्रे पठतु महोदय. लघुत्वविषये अत्र प्रश्नः उदेति, एकस्य इयं संज्ञा भवतु अन्या संज्ञा न इति निर्धारयितुं तादृशी शैली किमर्थम्? अन्यत्र अन्या पद्धतिः शेषात् इत्युक्तं किल, अनुदात्तङ्गित आत्मनेपदं त्वरितङ्गितः कर्तृभिप्राये क्रियाफले शेषात् कर्तरि परस्मैपदम्. अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति पर्यवसितम्. अत्र एतादृशी शैली किमर्थम्? प्रत्ययानां विषये च अन्या शैली किमर्थम्? उत्तरम् एवं यत् यथा सङ्गं यथासङ्गं यस्य लघुत्वं तदनुसृत्य शैली. अत्र धातूनां प्रसङ्गे धातवः बहुविधाः, यः कोऽपि धातु नित् अपि नास्ति, अनुदात्तेत् ञ्यत् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातुः कर्त्रार्थे चेत् परस्मैपदी एव. तर्हि धातुः उदात्तेत् अस्ति चेत् परस्मैपदी, किन्तु उदात्तेत् नास्ति चेदपि यदि नित् अनुदात्तेत् नित् नित् नित् स्वरितेत् नास्ति तर्हि सः धातुः यथा ऋष्य गै ऋष्य इति उदात्तेत्, गै इति उदात्तेत् न, उभयत्र परस्मैपदत्वम् इति कृत्वा शेषात् इत्यनेन लघुत्वम्. अत्र परस्मैपदसंज्ञा केषाम् इति वदनार्थम् उदात्तेत् अथवा इत्संज्ञा इत्संज्ञकस्वरः नास्ति चेदपि तथा इत्यस्मिन् लघुत्वं नितरां नास्ति, तदर्थं शेषात् इत्युक्तम्। किन्तु यत्र प्रत्ययः सन्ति तत्र द्वैविध्यम् एव, अतः तिङ्षु शेषात् आत्मनेपदम् इत्यस्य अपेक्षया तङ्गाणौ आत्मनेपदम् इत्यनेन लघुत्वम्। लघुत्वविषये अत्र प्रश्न उदेत्, एकस्य इयं संज्ञा भवतु अन्या संज्ञा न, एकस्मिन् स्थाने एक एव संज्ञा भवितुम् अर्हति, अन्यसंज्ञा न भवितुं न अर्हति। एतदेव शैली अस्ति अष्टाध्याय्याम्। तत्र त्रीणि सूत्राणि दत्तं महोदय, अनुदात्त नित् आत्मनेपदं, स्वरितङ्गे प्रविप्रायक्रियाफले, शेषात् कर्तरे परस्मैपदं पूर्वं दृष्टं। तत् त्रीणि दृष्ट्वा तत्र उदाहरणार्थं प्रायः दीयते। अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति पर्यवसितं। महोदय पर्यवसितम् इत्युक्ते डिफैन्ड् महोदय निर्धारयितुं निर्धारयितुम् एतादृशी शैली किमर्थं निर्धारयितुं निश्चयार्थं महोदय निर्धारणस्य कृते निर्धारणार्थं अत्र एतादृशी शैली किमर्थं प्रत्ययानां विषये च अन्या शैली किमर्थं सूत्रविषये एका शैली एकं शैली अस्ति, प्रत्ययानां विषये अन्या शैली अस्ति इति तत्र दत्तं महोदय, तदेव किं लिखितमस्ति यत् पाणिनि किम् पाणिनि किम् इच्छति यत् किञ्चित् किञ्चित् स्थाने आत्मनेपदी अस्ति परन्तु अन्य सर्वस्थाने परस्मैपदी इति अस्ति खलु, लह परस्मैपदं तदनन्तरं तङ्गानौ आत्मनेपदम् इति सः वदति। तर्हि आरम्भे सः ब्रोडर् स्कोप् इति वदति, तदनन्तरं स्मालर् स्कोप् इति वदति खलु। फस्ट् हि डिफैन्स् एव्रिथिङ्ग् टु बि परस्मैपदं, देन् हि डिफैन्स् सम् पार्ट्स् आफ़् इट् टु बि आत्मनेपदम्। But dhatunam krite, first he defines what is atmanepada, then anudatta nita atmanepada, then he defines svarita nita kartramkaya kriyapada, that when it is ubhayapadi, and then for everything else he says parasmepada. So there is a different style, right? So in for dhatu it is starting from the smaller scope, narrower scope to the wider scope. For pratyaya it is starting from the wider scope and going to the narrower scope. इति शैली भिन्नशैली अस्ति खलु, तस्य किमर्थं भिन्नशैली सः करोति, केवलं लघुत्वात् कृते, वाट् एवर् मेक्स् इट् ब्रीफर्। सो अतः सः वदति, अतः यत् तर्हि किम् अस्ति यत् परस्मैपदी, तर्हि एकमस्ति शैली यत् प्रत्ययानां कृते अपि सः वक्तुं शक्नोति यत् तिङ् यत् तङ् आन आत्मनेपदं शेषात् परस्मैपदम् इति सः वक्तुं शक्नोति, परन्तु हि थाट् देट् द करण्ट् शैली इस् ब्रीफर्, अतः सः लह परस्मैपदम् इति करोति, अनन्तरं तङ्गाणौ आत्मनेपदम् इति करोति। अतः ब्राडर् स्कोप् प्रथमं करोति, न्यारोवर् स्कोप् अनन्तरं करोति। कुत्रापि कुत्र कुत्र सः न्यारोवर् स्कोप् करोति प्रथमं, ब्राडर् स्कोप् अनन्तरं करोति इति शैलीद्वयं शैलीद्वयं भवितुं शक्नोति इति अस्ति। वाट् एवर् सूट्स् हिस् पर्पस् एट् दट् टैम् सः तु करोति, वाट् एवर् इस् शार्टर् इति अस्ति। अवगच्छति वा आं महोदय? अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि अधुना पर्यन्तम्? अस्तु, तर्हि समयः समाप्तः अधुना, अग्रे गच्छामः अग्रिमवर्गे. धन्यवादः महोदय. शुभरात्रिः. धन्यवादः. शुभरात्रिः.